अधुना प्रारम्भं करोतु जैन् महोदय। शुक्लं भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं दधाम्यहम्। संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्। आत्मानम् आहुतं मन्ये वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च पवित्रं संस्कृतिं तथा संरक्षणानुकुर्याम विश्वं शान्ति समन्वितम्। उत्तमं भवान्, पुनरेकवारं सर्वेषां स्वागतं, प्रारम्भं कुर्मः। I think we have to start from page number 142. Sorry. Right? 142. Mm-hmm. 142. Which one? Is it the Bhasa Pravesh first bhag going on, first part no, going no, on? No. Our Gita. No, Mahoday. Gita Sopanam. Prathamam bhagah, prathamah bhagah. Okay. Puta Pramankah asti. Dvi po, dvi chatwari ek. Satam. Okay. Etani vakyani uchaihi pathata. अत्रतः वयं प्रारम्भं कुर्मः। सञ्जीव महोदय, सम्यक् अस्ति वा? आम् भगिनि। अस्तु प्रारम्भं कुर्मः। दिव्या भगिनी, प्रारम्भं करोतु कृपया। नमो नमः भगिनि। एतानि वाक्यानि उच्चैः पठत। अस्माकम् अधिकारः कर्मणि एव अस्ति। अग्रे अत्र एव इति शब्दस्य उपयोगः कृतः अस्ति। तर्हि अस्माकम् अधिकारः कर्मणि एव अस्ति। तर्हि एव निश्चयेन कुत्र आवश्यकमस्ति? कर्मणि इति शब्दे आवश्यकमस्ति। अग्रिमं वाक्यं पठतु कृपया। जनकादयः कार्येण एव सिद्धिं प्राप्तवन्तः। अत्र पश्यतु, जनकादयः कार्येण एव सिद्धिं प्राप्तवन्तः। अत्र इति नास्ति, जनकादयः कार्येण सिद्धिम् एव प्राप्तवन्तः। सिद्धि प्राप्तुं प्राप्त्यर्थं हेतुः एव नास्ति, कार्येण हेतुः अस्ति, निश्चयः अस्ति। तर्हि कार्येण इति शब्दात् अनन्तरम् एव आवश्यकमस्ति। प्राप्तं वा भगिनी? कृपया उच्चैः वदतु, अहं श्रोतुं न शक्नोमि। विच् पेज् आर् वि इन् भगिनी? वेर् आर् वि लुकिङ्ग्? पेज् नम्बर् 142. 142. थेङ्क् यु। कापि शङ्का अस्ति चेत् वदतु कृपया। नास्ति चेत् अग्रे गच्छामः भगिनि आर् देर् एनी रूल्स् फार् यूसिङ्ग् एव लैक् कर्मणि एव अस्ति सो वेन् वि आर् स्ट्रेस्सिङ्ग् अपान् दिस् वर्ड् कर्म इट् शुड् बि इन् सप्तमी हि आर् कार्येण एव सो हियर् इट् इस् तृतीया इस् देर् दिस् वर्ड् वि हाव् टु से वि हाव् वेरि सारि यत्र कुत्र वयं वयं द्रष्टुं शक्नुमः प्लीस् निश्चयः कुत्र अस्ति ओके रैट् गाट् इट् तत्र एव आवश्यकम् थेङ्क् यु भगिनि अहम् उक्तवती जनकादयः कार्येण एव सिद्धिं प्राप्तवन्तः अत्र कार्येण इति कार्यं करणीयम् अस्ति सिद्धिप्राप्त्यर्थं निश्चयः नास्ति ओके यस् भगिनि एण्ड् देट्स् वै देर् इस् एव वित् कार्येण नाट् वित् सिद्धिं रैट् भगिनि थेङ्क् यु यस् after doing the karyam or you do the karyam then the result will happen right something like that yes parantu siddhi siddhi praptyartham nischayah nasti karya karaniyam asti tatra eva nischayah asti oh only after karya eva kim praptavantah dhanyavad siddhim eva praptavyam iti इति निश्चयः नास्ति सिद्धिम् एव प्राप्तव्यम् एतावत् निश्चयः नास्ति कार्यं कर्तुं निश्चयः अस्ति सिद्धिं तु प्राप्तुं शक्नुमः वयम् अनन्तरं कार्यात् अनन्तरं परन्तु कार्यं करणीयम् अस्ति इति निश्चयः अस्ति तर्हि कार्येण एव भगिनि कार्येण अनन्तरं कार्यं डूयिङ्ग् अनन्तरं सिद्धि प्राप्तवन्तः अनन्तरं इस् लैक् द एव इस् लैक् अनन्तरं कार्येण एव अनन्तरम् इस् अव्ययम् इट् इस् नाट् इन् प्लेस् आफ् एव बट् वि केन् से अनन्तरं कार्यात् अनन्तरम् अनन्तरं गवर् पञ्चमी विभक्ति सो वी हेव् टु से कार्यात् अनन्तरम् एण्ड् वेन् यु आर् यूसिङ्ग् एव वेन् वि आर् यूसिङ्ग् एव देर् इस् नो स्पेसिफिकेशन् आफ् विभक्ति इट् मीन्स् ओन्ली नो ओन्ली बै डूयिङ्ग् action only by doing action yes can you hear me properly yes we can hear I can't hear you properly some problem is there I think astu agre gachhamah lokasangraham eva vichintya कार्यं करणीयं लो अधुना पश्यतु कार्येण एव सिद्धिं प्राप्तवन्तः तत्र कार्यं करणीयमस्ति इति निश्चयः अस्ति परन्तु अत्र लोकसङ्ग्रहं करणीयमस्ति इति निश्चयः अस्ति लोकसङ्ग्रहः आवश्यकः अस्ति अस्माकं कृते लोकसङ्ग्रहः आवश्यकमस्ति इति विचिन्त्य लोकसङ्ग्रहम् एव विचिन्त्य कार्यं करणीयम् नाम लोकानां कृते कार्यं करणीयमस्ति लोकानां कृते एव कार्यं करणीयमस्ति लोकसङ्ग्रहः आवश्यकमस्ति विचिन्त्य इति किम् विचिन्त्य इस् लेबन्त आफ् बि प्लस् चिन्त एम् ऐ रैट् सञ्जीव महोदय आं भगिनि आं भगिनि सर्वदा कार्यम् एव करणीयम् अत्रापि कार्यम् एव कार्यस्य एव विषयः अस्ति सर्वदा कार्यम् एव करणीयम् अत्र सिद्धिप्राप्त्यर्थं सर्वदा कार्यम् एव करणीयम् इति अर्थः नास्ति केवलं कार्यं करणीयं नाम अस्माकम् अधिकारः कर्मणि एव अस्ति न फलेषु अग्रे पठामः जिन् महोदय अग्रे पठतु सर्वदा कार्यम् एव करणीयम् ब्रह्म कर्म समाधिना ब्रह्म एव गन्तव्यम् अत्र ऐ थिङ्क् दिस् वन् इस् फ्रम् फोर्थ् अध्याय 24th श्लोक वि विल् सी दट् फोर्थ् अध्याय and 24 I think no need of a textbook right have you 424 have you got it ब्रह्मार्पणं ब्रह्म हविर्ब्रह्मागुणौ ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधि आं भगिनि पश्यतु तर्हि आं भगिनि किमर्थम् एव अस्ति ब्रह्मैव किमर्थः अस्ति अत्र वाक्यस्य अर्थः कः ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यम् can anybody tell me what is the meaning we will arpan everything we eat to brahma brahma arpanam so whatever we eat we'll offer to you brahma arpanam brahma havir that I don't know Brahmahavir Brahmano let me think again can I try Bhagini yes he is Brahman who sees Brahma in all his work the karma samadhi everything and by doing so finally he will attain brahma himself that brahma. Means the fruit is also brahma yes. We have to see brahma in our work so that fruit is also brahman we get attain am bhagini correct the phalam the fruit is gantavyam is a fruit so the fruit is also the brahma bhagini which shloka number is this 424 please see 424 okay what is bhagini what is gantavyam gantavyam it is actually धातु धातु अस्ति गमगच्छ एण्ड् दिस् वन् इस् कृत्याः वी हेव् नाट् यस् सीन् we have not yet seen. It is krutyaha. Three suffixes are there, ya, tavya, aniya. And when we are using all these forms, we have to say should in our translation. Okay. So, gama becomes gantavyam. Gama becomes gamya, gantavya, gamaniya. Three words are there. Ya, tavya, anya. Three suffixes are there. So, gamya with ya, gamaniya with aniya, aniya. And gantavya or gantavyam or gantavya, whatever it is. So, this one is tavya. Bakini, gamya is what form? Gama plus ya. What krudanta is that? Krutyaha. Okay. Tavyat, anir, I know, but what is this krutya? Okay. Okay. Here it is tavyat. Yes, here it is tavyat. करना चाहिए करणीयम विधान करना है यहाँ विधान वी शुड बिहेव लाइक दिस ओके सो नाउ सिक्स्थ सेंटेंस जिन महोदय कृपया अग्रे अपि पठतु हम भगिनी ज्ञानेन एव पतनाशः भवति पापनाशः भवति अत्र एतावत् नास्ति ज्ञानेन पापनाशः एव भवति न पापनाशः एव भवति इति न ज्ञानेन एव पापनाशः निश्चयः कुत्र अस्ति ज्ञानं प्राप्तव्यमस्ति अनन्तरम् एव पापनाशः भवति परन्तु ज्ञानेन केवलं पापनाशः भवति वा नास्ति तर्हि पापनाशात् अनन्तरम् एव शब्दस्य आवश्यकता नास्ति ज्ञानेन इति शब्दात् अनन्तरम् एव शब्दस्य आवश्यकता अस्ति अग्रे गच्छामः ईश्वरम् एव शरणं गच्छ ईश्वरम् एव शरणं गच्छ शरणं गमनीयम् अस्ति चेत् कुत्रापि न गन्तव्यं केवलम् ईश्वरसमीपं गच्छतु ईश्वरम् एव शरणं गच्छतु न अन्य कोऽपि प्राप्तं वा ज्योतिभगिनी अग्रे पठतु श्रद्धावान् एव ज्ञानं प्राप्नोति The one who is studious or Shuddhavan is interested. Same adhyay, fourth adhyay, 39th slok. 39th, Fourth adhyay, 39th slok. Shuddhavan labhate jnanam tatparah sanyate indriyah. ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति अचिरेणाधिगच्छति One doubt in the previous fifth sentence we have Brahma eva gantavyam so can we use instead of gantavyam adhigachati Brahma eva adhigachati will it No. Okay. We have to say here, this is vidhana. This is vidhana. So we have to say actually vidhiling lakar or this one, krutyaha. Okay. We can't use lot lakar. Okay. Shraddhavan eva jnanam prapnoti. That means who is Shraddhavan? That person, only that person. Can obtain wisdom or jnana. Got it? So here, Bhagini, Eva is only? Yes, yes. Every time Eva is, most of the time Eva is only. Okay. Agre gatha mahu ba? I'm beginning. Lakshmi Bhagini, Kurupaya Pathatu. I'm beginning. दृष्टाः ईश्वरम् अज्ञात्वा अधोगतिम् एव यान्ति दृष्ट्वा ईश्वरम् अज्ञात्वा अधोगतिम् एव यान्ति ईश्वरम् एव दृष्टाः नाम दैट पर्सन् ईश्वरम् अज्ञात्वा अज्ञात्वा ज्ञात्वा मीन्स् By knowing. Not knowing. Ajnatva, not knowing. Adhogati. Only adhogati, he will go to adhogati. Yes, this is not pragati. It is adhogati. Adhogati. Adhogati eva yanti. Not pragati yanti. Adhogati eva yanti. Yanti. He will get it. Yanti, he will get it. Yanti means get it, right? Isn't it? Yanti? Prapnoti. Yanti means gacchanti. Yanti means gacchanti. Gacchanti. Dhatu ya asti ya. Meaning saying to go. To go. This one is from Dvitiya Gana. He will go to Adhogati. Okay. I got it. Cool. Next sentence. Kripaya pathatu. Ishvare eva manaha yojasi tarhi sukham bhavate. Ishvare eva. Always think about Ishvara, only then you will be happy. Sukham bhavate. Tarhi Ishvare eva. Eva. Sukha praptar. प्राप्त्यर्थम् ईश्वरे एव मनः योजयेत् योजनम् आवश्यकमस्ति दिस् नौ इति अव्ययमस्ति पठामः तत्र राजेश महोदय कृपया पठतु भगिनी इन् द टेन्थ् सेण्टेन्स् इट् इस् इन् गाड् इफ् यु प्लीस् रिपीट् युवर् क्वश्चन् In the Ishvare eva manaha yojayasi, so if you keep your mind in God, is that how would you translate? Yes. Dhanyavad. Haan, agre sambhasanam asti. So etat sambhasanam uchchaihi pathata अर्जुनः कृष्ण मां क्षमस्व कृष्णः पार्थ किमर्थं त्वं क्षमा याचसे क्षमां याचसे अर्जुनी याचसे तो अर्जुनी सेइंग दैट प्लीज फॉरगिव मी एंड कृष्ण इज रिप्लाइंग सेइंग दैट पार्थ व्हाई यू आर आस्किंग फॉर आस्किंग मी टू फॉरगिव यू फॉर व्हाट अग्रे अर्जुनः अहं तव महत्त्वं न ज्ञातवान् त्वं मम सखा इति मत्वा व्यवहृतवान् अहं तव महत्त्वं ऐ कुडन् अण्डर्स्टेण्ड् अण्डर्स्टूड् युर् इम्पोर्टेन्स् त्वं मम सखा इति मत्वा व्यवहृतवान् ऐ कन्सिडर्ड् यू एस् मै फ्रेण्ड् and that, yes. that is how I had a relations with vyavhar aisa vyavhar kiya maine you considered me as friend tvam mam sakha iti tvam mama sakha you are Tum, my friend oh mama sakha I considered you as my friend and that is how I behaved with you yes yeah tvam samanyah iti vicharya इति विचार्य यादव सखे इति सम्बोधितवान् यु आर् वन् आफ् द यादवाज् कम्युनिटि न न यादव इस् फार् श्रीकृष्ण यदुकुलस्य श्रेष्ठ बट् इट् इस् नाट् ए कामन् टर्म् इट् इस् ए स्पेसिफिक् टु कृष्ण ओके ओके त्वं सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान् एण्ड् कन्सिडरिङ्ग् यू एस् अ कामन् ऐ कोल्ड् यू एस् अ फ्रेण्ड् मैने आपको मित्र का सम्बोधन किया अग्रे अपि पठतु कृष्णः पार्थ चिन्ता मा कुरु अज्ञानं ज्ञानं आवृणोति इति जानीहि कृष्ण इस् सेयिङ्ग् पार्थ डोण्ट् वरि अबौट् इट् अज्ञानं ज्ञानम् आवृणोति इति जानीहि दिस् जानीहि विच् लकार ऐ कुडन्ट् अण्डर्स्टाण्ड् जानीहि इस् लोट् लकार ज्ञा इति धातुः अस्ति आवृणोति मीन्स् व्रु मीन्स् टु कवर् ओ सो द इग्नोरेन्स् कवर्स् दि नोलेज् यु अण्डर्स्टेण्ड् देट् इग्नोरेन्स् कवर्स् दि नोलेज् एण्ड् जानीहि इस् अगेन् इट्स् विच् पुरुष बिकास् ऐ वास् आफ् द व्यू ऐ मीन् द वे ऐ हेव् अण्डर्स्टुड् जानाति जानामि एण्ड् जानाति जानाति इस् लोट् लकार परन्तु प्रथम पुरुष अत्र मध्यमपुरुषः अस्ति पुरुषः अस्ति जानाति इति लट् लकारस्य प्रथमपुरुषः अस्ति प्रथमपुरुष अण्डर्स्टूड् तेन जन्तवः मुह्यन्ति इति अपि जन्तवः नाम प्राणिमात्रम् ओ जन्तु जन्तवः ओके मुह्यन्ति मोह होता है हा तेन जन्तव मुह्यन्ति इति अपि हा एज अ रिजल्ट् आफ् देट् आल् क्रीचर्स् आल् बीङ्ग्स् आर् गेटिङ्ग् अट्रेक्टेड् टु इट् देट् इस् अट्रेक्टेड् टु अज्ञानम् यस् यस् करेक्ट् करेक्ट् हा परन्तु बुधा तु अहं सर्वस्य प्रभव इति मत्वा मां भजन्ते बुधाः नाम द हेविङ्ग् हेविङ्ग् इण्टेलेक्ट् इण्टेलिजेण्ट् पर्सन् ओके बट् इण्टेलिजेण्ट् पीपल् अहं सर्वस्वं प्रभव इति मत्वा मां भजते intelligent people consider me as their sarvasva and hence they do my bhajan nama all things are or all people or all praninah all creature parantu buddha tu aham sarvasya prabhavah Prabhava also I am getting confused. Pra, upsarga, bhava, bhu, bhava. Hello. Sorry. Hello. 1 minute. Yeah. Okay. Okay. Okay. Huh? Prabhavah nams nama. All things are creation of all things are from me only. Aham sarvasya prabhavah. अहम् एव निर्माता अस्मि क्रियेटर् क्रियेटर् अहम् इन् आल् थिङ्ग्स् संथिङ्ग् लैक् दट् इति मत्वा मां भजन्ते के भजन्ते बुधाः भजन्ते अस्तु सञ्जीव महोदय अग्रे पठतु कृपया तेषाम् अज्ञानजनं तमः अहम् अज्ञातजम् अज्ञानजन् तमः अहं ज्ञानदीपेन नाशयामि तमः मीन् darkness or ignorance adnyanajam darkness darkness because of ignorance okay aham gyana dipena nashayami I destroy darkness of ignorance gyana त्वम् इदानीं ज्ञानं प्राप्तवान् असि किमस्ति तत्र इदानीं मीन्स् नौ नौ युर् यु हेव् रिसीव्ड् दट् नालेज् यस् यस् करेक्ट् next sentence arjunah krishna mama moha nashtah iti smrutih labdva iti cha chintayami mama moha nashti nashtah iti smrutih tatra pashyatu अज्ञानं ज्ञानम् आवृणोति तेन जन्तवः मुह्यन्ति मुह्यन्ति दिस् इस् द मोहः अधुना मम मोहः नष्टः इग्नोरेन्स् हेस् बीन् डिस्ट्रोय्ड् यस् स्मृतिलब्ध्वा इति लब्धा सोरि स्मृतिः लब्धा that means now I understood all the things okay thus I am thinking okay 18th chapter 73 shloka bhagine kripaya punarekavaram vadatu lakshmi bhagine 18th chapter 73 shloka nashto I can't understand kritir lapta tape please नष्टो मोहः स्मृतिर्लब्ध्वा त्वत्प्रसादान् मया च्युतः हितोऽस्मि गतसन्देहः करिष्ये वचनं तव yes correct have you got that shloka I'm beginning so agre gachhamah va anugruhito asmi nama whatever you have done for me so now I am सेटिस्फैड् सो अत्र पश्यतु इति शब्दः केन कारणेन युक्तम् अस्ति केन कारणेन योजनीयम् अस्ति इति वयं पश्यामः अहं पठामि एतानि वाक्यानि उच्चैः पठत कृपया शीला भगिनी पठतु संस्कृतम् एव राजभाषा भवेत् इति डाक्टर् भीमराव अम्बेड्करः अचिन्तयत् डाक्टर् भीमराव उक्तं संस्कृत एव राजभाषा इति सः मान्यता अग्रे अपि पठतु योगक्षेमं बा वहाम्यहम् इति श्रीकृष्णः अवदत् योगक्षेमं क्षेमम् इस् अ क्षमा रीड् ओन्ली सेण्टेन्सेस् योगक्षेमं वि विल् सी आफ्टर्वर्ड्स् रीड् ओन्ली सेण्टेन्सेस् क्रीडन्ति मम मा गात्राणि इति अर्जुनः अवदत् वैशेषेण यथेच्छसि तथा कुरु इति श्रीकृष्णः उक्तवान् तदात्मानं सृजाम्यहम् इति कः उक्तवान् अधुना पश्यतु एव कुत्र योजनीयम् अस्ति इति शब्दस्य अर्थः कः अत्र पश्यतु संस्कृतम् एव राजभाषा भवेत् न कोऽपि अन्या भाषा राजभाषा भवेत् इति निश्चयेन वक्तव्यम् अस्ति चेत् संस्कृतम् एव राजभाषा भवेत् न हिन्दी राजभाषा भवेत् न मराठी राजभाषा भवेत् न मल्याळि अथवा तेलुगु भाषा मराठभाषा भवेत् भवान् किं अचिन्तयत् केवलं संस्कृतम् एव राजभाषा भवेत् अधुना अपि मेन्युस्क्रिप्ट् अस्ति राज्यघटनायाः अस्माकं देशे तस्य मेन्युस्क्रिप्ट् अस्ति भीमराव अम्बेड्कर् महोदयेन यः लिखितवान् अस्ति तत्र राजभाषायाः कृते यः स्थलम् अस्ति तत्र कोऽपि न लिखितवान् अस्ति सः चिन्तितवान् केवलं राजभाषा भवतु तर्हि संस्कृतम् एव भवतु न अन्यत् परन्तु भारतीयघटनायाः अनन्तरम् उद्देशः अस्ति हिन्दी एव राजभाषा भवेत् परन्तु मूलघटनामध्ये तत्र संस्कृत इति भाषा राजभाषा भवेत् इति कारणतः तत्र किमपि न लिखितवान् अस्ति सः न हिन्दी राजभाषा भवेत् संस्कृतम् एव राजभाषा भवेत् इति तस्य मतम् अस्तु अग्रे पश्यामः योगक्षेमं वहाम्यहम् इति श्रीकृष्णः वदत् नाम योगक्षेमं वहाम्यहं दस् श्रीकृष्ण सेड् और् श्रीकृष्ण सेड् देट् योगक्षेमं वहाम्यहं जस्ट् लैक् दिस् सेण्टेन्स् आल् अदर् थ्री सेण्टेन्सस् आर् showing us the meaning of iti. Thus said Arjuna, thus said Shri Krishna. Tadatmanam srujamyam. Iti kaha uktavan, who said this one? Krishna had said this. Nama अत्र इति शब्दस्य अर्थः कः वि केन् नो वेरि वेल् नौ सञ्जीव संध्या भगिनी अत्र अस्ति अस्तु सृष्टि भगिनी अवधेयम् इति पठतु अवधेयम् यदा कस्यपि अन्यस्य जनस्य ग्रन्थस्य वा वचनं कथनं सन्देशः इत्यादिनाम् उदरणं क्रियते तदा वचन कथन सन्देशादिनाम् अन्ते इति अव्ययस्य प्रयोगः भवति इति अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्चयत् यथा अहम् उच्यते यथा अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत् तर्हि कोऽपि वचनमस्ति कथनमस्ति सन्देशः अस्ति तर्हि हौ वि आर् रैटिङ्ग् इन् इङ्ग्लिश् इन्वर्टेड् कोमा एण्ड् वि आर् सेङ्ग् दस् सेड् दिस् दिस् पर्सन् सो जस्ट् लैक् देट् वेन् यु आर् यूसिङ्ग् वचनं कथनं सन्देशः तस्मात् अनन्तरम् इति शब्दस्य प्रयोगः करणीयः अस्ति भगिनी वन् डौट् योगक्षेमं वहामि वट् इस् द मीनिङ्ग् आफ् वहा हियर् वहामि योगक्षेमं वहामि अहं योगक्षेमं वहामि इति वाक्यमस्ति हि इस् सेयिङ्ग् ऐ विल् सी फार् युर् लैव्लिहुड् Yeah, Bhagini. I got the meaning, but Vaha is Dhatu, right? Vaha is Dhatu. Vaha means Lat Lakar Uttama Purusha Ekavachanam. Ekavachan. So, Vaha means exact meaning, Vaha Dhatu ka meaning so, is... Vahana Karana. Vahana. Vahana. Vahana, okay. Maintain... Dharana Bhagini. Vahanam Karanam is a Dharanam Karoti, right? कृपया पुनरेकवारं वदतु भगिनी सो वहामि वहनं करोति धारणं करोति यु केन् से दिस् बट् नाट् एव्रि टैम् भारवाहकः भारं वहति भारवाहकः भारं वहति मीन्स् वाट् What is the meaning of this sentence? He is carrying, the loader is carrying a load. Yes. But here what he is saying, your yoga kshema. Yoga kshema is what? Yoga kshema means? Well-being. Well-being, yes. He is saying, I am there for your good livelihood. I will see. See, yoga kshemam vahamyaham. Life Insurance Corporation, LIC, in India. This one is the motto of LIC. Yoga kshemam vahamyaham. Yes, Bhagini. Slogan. Agre gacha mahava. शङ्का अस्ति चेत् आं भगिनि भगिनि अस्तु अस्तु सूक्ष्मा भगिनी अग्रे पठतु आं भगिनि इति शब्दं प्रयुज्य वाक्यानि पुनः लिखित कृपया उच्चैः वदतु भगिनि इति शब्दं प्रयुज्य वाक्यानि पुनः लिखित अहम् अद्य एव कार्यं पूर्णं करिष्यामि नवीनः अवदत् अधुना अत्र पश्यतु एव शब्द कुत्र आवश्यकमस्ति अद्य फार् अद्य बिकास् टुमारो टुडे टुडे अद्य सारी टुडे टुडे ओन्ली ऐ विल् फिनिश् द वर्क् सो द नाट् टुमारो अद्य करेक्ट् टुडे अग्रे पठतु अहम् अद्य एव कार्यं पूर्णं करिष्यामि इति नवीनः अवदत्. हा अग्रे पठतु. सत्यम् एव जीवनस्य आधारशिला इति महात्मा गान्धिः अचिन्तयत्. अत्र पश्यतु, एव अपि अस्ति, इति अपि अस्ति. कुत्र एव आवश्यकमस्ति, कुत्र इति आवश्यकमस्ति, ध्यानं दत्वा पश्यतु सर्वे. अग्रे अपि पठतु. राष्ट्राय इदं न मम इति श्रीगुरुजीः चिन्तितवान्. हा उत्तमं भगिनि. संध्या भगिनी. Bhagini, what is the meaning of Rashtraya Idam Namama? So I am not the Rashtra? Pashyatu. All, whatever I am doing, this is only for the Rashtra. This is not for me. Idam Namama. Yeah, Rashtraya is Chaturthi Vibhakti, right, Bhagini? Yes, Rashtraya is Chaturthi Vibhakti. And Rashtraya Eva Bhavatu. Idam na mama. When you are thinking about, when you are saying Chaturthi Vibhakti, that means Bhavatu must be there or Kalpate must be there. Then and then only we can say, yes, Rashtraya Bhavatu, Idam na mama. Whatever I'm doing, it is only for our Rashtra. It is not for me. This is what RSS Guruji told. Yes, right? Yes, correct, correct. Golwalkar. Yes, correct. Yeah. Yes. Rashtraya Idam na mama. Yes, correct. हा सन्ध्या भगिनी अग्रे पठतु. भगिनी भवन्तः मह्यं भवती कृपया उच्चैः वदतु, अहं श्रोतुं न शक्नोमि. इदानीं श्रोतुं शक्नोति वा भगिनी? भवन्तः मह्यं रक्तं यच्छन्तु, अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि इति सुभाषचन्द्रबसुः उद्घोषितवान्. उत्तमं भगिनि, अग्रे अपि पठतु. बालाः धरायाः पुष्पाणि इति रवीन्द्रनाथ ठाकुरस्य चिन्तनम् आसीत्. हा हा उत्तमं भगिनि, उत्तमं. सुशीला भगिनी, आर् यू गोयिङ्ग् टु से एनिथिङ्ग् भगिनि? हा बालाः धराया पुष्पाणि इति पुस्तकः अस्ति वा? पुष्पं नाम इट् द बुक् आफ् रवीन्द्रनाथ ठाकुर्, बालाः धरायाः पुष्पाणि? नो नो, इट्स् अ स्टेट्मेण्ट् न, जस्ट् अ स्टेट्मेण्ट् दट् गर्ल्स् आर् फ्लवर्स् आफ् इन् अवर् अर्त् और् इन् अवर् कण्ट्री यु केन् से all children are just like flowers. Got it, Bhagini. Yes. Agre gachhamah va? Bhagini, one doubt I have, if we go back to page 142, that etani vakyani uchyahi pathata, the second one, janakadayah karyena eva siddhim praptavantah. Why is it praptavantah bahuvachanam? Because janakadayah asti na, janakadayah. What is janaka? Means pita. Janaka means pita. Janakadayah nama who are at the age of our father. All people who are at the age of our father. Okay, now I get it, Gini. Dhanyavad. We can move ahead. Yes, yes. This janakadaya adayah is a bahuvachan of adi etc. Yes, yes, yes. But here they want to say like this, not only my janaka, not only my father, but I have to think about all fathers, all his friends, all the elderly and, elderly persons. Elderly person. Yes, correct. Agre gachhamah, agre gachhamah va? अस्तु दिव्या भगिनी अग्रे पठतु कृपया वन् एकनिमेषं हा सुशीला भगिनी वक्तुम् इच्छति चेत् वदतु अथवा श्रोतुं शक्नोति श्रोतुम् इच्छति चेत् वदामि हा अच्छा पठतु पठतु भगिनी सुशीला भगिनी पेज् नम्बर् 144 थर्ड् यथोदाहरणं वाक्यानि माइक्रोफोन् इस् गेटिङ्ग् क्लोज्ड् ओके ओके ओके ओके भगिनी तर्हि अद्य शृणोतु हलो हलो सत्यमेव जयते इति मुण्डकोपनिषदः मुण्डकोपनिषदः सत्यमेव जयते इति मुण्डकोपनिषदः वचन अधुना वद न भगिनी श्रोतुं न शक्नुवन्तः श्रीमद्भगवद्गीता वचनं गीतायाः वचनम् अस्तु भगिनी अस्तु भगिनी उत्तमं दिव्या भगिनी अग्रे पठतु प्रारम्भं करोतु दिव्या भगिनी विनाह पूजा कृपया उच्चैः वदतु हा हा अस्तु अस्तु भगिनी अस्तु अस्तु अस्तु अस्तु म्यूट् मध्ये तिष्ठतु गुणाः पूजा सुशीला भगिनी म्यूट् मध्ये तिष्ठतु कृपया हा दिव्या भगिनी पठतु कृपया उच्चैः पठतु गुणाः पूजास्थानम् इति भवभूत्याः वचनं भवभूतेः वचनं भवभूतेः वचनं पुल्लिङ्गम् अस्ति न नो भवभूति इति कवि अस्ति भवभूतिः इति कविः अस्ति तस्य अहं अहं विस्मरामि नाटकस्य नाम अस्तु अग्रे पठतु अहं वदामि सत्यं वद सत्यं वद धर्मं चर इति तैत्तिरीयोपनिषद् तैत्तिरीयोपनिषदस्य वाक्यम् मालती माधव वास् बै भवभूति यस् मालती माधव एण्ड् वन् मोर् मालती माधव एण्ड् रामायणस्य कथा अस्ति तत्र उत्तररामचरित उत्तररामचरितं गुणाः पूजास्थानम् इति भवभूतेः वचनं तत्र अस्ति गुणाः पूजास्थानम् इति वचनं उत्तररामचरिते अस्ति उत्तमं भवान् हा दिव्या भगिनी अग्रे पठतु सत्यं वद धर्मं चर इति तैत्तिरीयोपनिषदस्य वाक्यं न न तैत्तरीय उपनिषदः वाक्यं तैत्तरीयोपनिषद् हलन्त अस्ति तर्हि दकारस्य दकारान्तशब्दः अस्ति तर्हि तैत्तरीयोपनिषदः वाक्यम् अस्तु उत्तमं दीन् महोदय अग्रे पठतु यतो धर्मस्ततो जयः इति महाभारतं वचनं महाभारतस्य वचनं षष्टिविभक्ति इति महाभारतस्य वचनम्। अग्रे अपि पठतु भगवान्। सर्वं महात्मवशं सुखम् इति चाणक्या नीतेः वचनम्। सर्वमात्मवशं सर्वमात्मवशं सुखम् इति चाणक्यनीतेः वचनम्। उत्तमं भवान्। ज्योति भगिनी अग्रे पठतु। आं भगिनि, बट् ऐ डोण्ट् अण्डर्स्टाण्ड् द मीनिङ्ग् आफ् दिस्। सर्वमात्मा वशं सुखम्। सर्वम् आत्मवशम्। आत्मवशम्, ओके ओके ओके। सो एव्री अस्ति तत्र सर्वम् आत्मवशं सुखं सुखं सर्वसुखम् आत्मवशम् इस् दट् मीनिङ्ग्? आं नेक्स्ट् उच्चैः पठत जानीत फ्रम् देर्। अधुना यत् इति अव्ययस्य प्रयोगः कथं करणीयम् इति पश्यामः। आं भगिनि, उच्चैः पठत जानीत च युद्धं न करोमि इति मा वदतु। दट् इस् द सेण्टेन्स्। मा वदतु यत् युद्धं न करोमि। Now tell me what is the difference when you are using iti and when you are using yat. Okay, okay. So yuddham na karomi is the direct sentence. To make it indirect we used iti. Ma vadatu yuddham na karomi iti ma vadatu. Don't say that you won't do war. So it is replaced with yat. Yes. And second sentence, the one which is directive, that is taken first. Ma vadatu yat yuddham na karomi. Whatever we are saying, that is used in place of, yes, that, yes. Don't say that. It's also that and it is also that. Whatever we are saying in English for both sentences, it is the meaning is same. Actually we are saying the same sentence for both avyayas, for iti also and yet also. But if you are trying in Hindi, think like this way, then is there any difference? Yes, Bhagini, we used ki. In place of ki, karotu krupaya. Bhagini, I'll try. ए मत कहो कि युद्ध न कर रहे हो, युद्ध नहीं कर रहे हो। हाँ, और पहले वाला सेंटेंस? पहले वाला युद्ध न करूंगी इति मत बो, ऐसा मत बोलो। सो देयर इट इज ऐसा, इति इज ऐसा। सो दिस इज द डिफरेंस बिटवीन इंडियन लैंग्वेज एंड इंग्लिश। यस यस yes Bhagini. In Marathi also we are saying just like Hindi, yuddha karnar nahi asa mhanu nako asa and asa mhanu nako ki mi yuddha karnar nahi. Both way we are saying, but when we are using asa for iti and for yat, we are replacing, we are, place is different for using that aso. So bhagini, basically iti comes after the inverted commas end and yat comes before. Yat comes before, but see, when you are using yat, there's no conversation. You are changing iti in, and you are writing yat. Then what you are going to do? You have to write second part of the sentence first. Correct. And then first part of the sentence you are using after yat. Correct. The other thing I noticed is that when we use yat pratyay, then we remove the inverted comma. That is how it is placed here. Yes. See, second sentence. At that time I'm repeating the same. Kurukshetra yujutsavah kim akurvat kim akurvat iti dhrutarashtra prushtavan. Parantu tatra pashyatu, when we are using yat, there is no inverted comma. Dhrutarashtra prushtavan yat kurukshetra yujutsavah kim akurvat. Right. So next sentence, कृपया पठतु ज्योति भगिनी. ज्योति भगिनी. आम भगिनी. हाँ. मम थर्ड वन है ना मुख्य. यस यस यस. मम पूर्व जन्मानि कानि इति अहम् स्मरामि. अहम् स्मरामि यत् मम पूर्व जन्मानि कानि. अत्रापि इन्वर्टेड कॉमा नास्ति. नास्ति. आम भगिनी. It is same as English. Remove the quotes with that. Direct and indirect sentences. Bhagini, where are we? I got lost. Connection error. Page number 144. And please see yat. उच्चैः पठत जानीत च. वी हैव जस्ट फिनिश्ड दैट ऑल थ्री सेंट दोज ऑल थ्री सेंटेंसेस. ओके भगिनी. हाँ ओके. लक्ष्मी भगिनी कृपया पठतु अवधेयम्. अवधेयम् इति एचस्य प्रयोगद्वारा यत् उच्यते तत् यत् पदयोगेन अपि वक्तुं शक्यते. लोको भिन्नरुचिः इति पण्डिताः वदन्ति. पण्डिताः वदन्ति यत् लोको भिन्नरुचिः इति इत्यस्य प्रयोगद्वारा यत् उच्यते तत् यत् पदयोगेन अपि वक्तुं शक्यते. ज्ञातं वा सर्वे? Isn't it the same thing? Which one? See the first we already did iti and yat. And now again this in the box saying the same thing. Yes, yes. And that's why the box is there. Every time box is a reminder. Yes, summary. Pashatu, whatever I want to say, I have to say it is, I have to give some examples to what I want to say. And then I will quote it. So just like that, this is the 15. Got it, understood. Okay, we will start with Rajesh Mahoday, fourth one. Yeah. Yat iti padam upyujya vakyani rachayata. Parokaraya eva mama jivanam sajjanaha chintayanti. Sajjanaha chintayati yat parokaraya eva mama jivanam. And we removed the inverted comma. Yes. Correct. Hitam manohari cha वचः दुर्लभम् भारवे वचनम् अस्ति. भारवेः वचनम् अस्ति यत् हितं मनोहारी च वचः दुर्लभम्. दिस् इस् द फेमस् कोट् आफ् भारवी हितं मनोहारि च वचः दुर्लभम् अस्तु अग्रे गच्छामः सन्ध्या भगिनी अग्रे पठतु वेर् इस् दिस् वचनं फ्रम् फ्रम् भगिनी भारवे वचनम् अस्ति वेर् इस् दिस् फेमस् भारवेः पञ्चमहाकाव्यस्य एकं काव्यम् अस्ति किरातार्जुनीयं तत्र अस्ति किरातार्जुनीयं नाम पाण्डवानां कथा अस्ति अर्जुनस्य पाशुपतास्त्रं प्राप्त्यर्थं सः तपश्चर्यां करोति किरातरूपेण शङ्करः तं तस्मै यच्छति पाशुपतास्त्र अस्तु सन्ध्या भगिनी अग्रे पठतु आं भगिनि सत्यं वद इति गुरुः शिष्यम् अकथयत् गुरुः शिष्यम् अकथयत् गुरुः शिष्यम् अकथयत् यत् सत्यं वद उत्तमम् अग्रे अपि पठतु कुत्र प्रदर्शनम् इति मां मा पृच्छ मां मा पृच्छ यत् कुत्र प्रदर्शनम् अस्तु तर्हि अधुना भवन्तः सर्वे यत् तथा च इति जानन्ति कथं लेखनीयमस्ति इति तर्हि अग्रे गच्छामः क्वेश्चन् नम्बर् फैव् सञ्जीव् महोदय महोदय प्रारम्भं करोतु कृपया उत्तिष्ठत् जाग्रत् इति स्वामिनः उत्तिष्ठत जाग्रत इति स्वामिनः विवेकानन्दस्य उद्घोषः स्वामिनः विवेकानन्दस्य उद्घोषः यत् उत्तिष्ठत जाग्रत स्वामिन वर्ड् रिमेन्स् स्वामिन इवन् वेन् वि यूस्ड् यत् यस् यस् स्वामिनः इस् षष्ठी विभक्ति स्वामिन् हा हा सो देट् रिमेन्स् इवन् आफ्टर् वि चेञ्ज् टु यत् ओके स्वामिनः षष्ठी विभक्ति अस्ति विवेकानन्दस्य अपि षष्ठी विभक्ति अस्ति ओ या इट्स् बोथ् या सो बोथ् वर्ड्स् आर् इन् षष्ठी विभक्ति दट् मीन्स् फार् विवेकानन्दस्य स्वामिनः इति विशेषणम् अस्ति अग्रे अपि पठतु भवान् सञ्जीव महोदय इति शब्दं परित्यज्य यत् शब्दं योजित्वा वाक्यं रचयत् उदाहरण ईशावास्यमिदं सर्वम् इति ईशावास्योपनिषदः कथनम् अस्ति ईशावास्योपनिषदः कथनम् अस्ति यत् ईशावास्यमिदं सर्वम् अग्रिमं वाक्यं करोतु भवान् क्षम्यतां क्षम्यताम् इति अर्जुनः अवदत् अनुजः अवदत् अनुजः अवदत् यत् क्षम्यतां क्षम्यताम् उत्तमं भवान् शीला भगिनी अग्रे पठतु भगिनी वदतु वास्यं शब्दस्य मूलरूपं वसति वा आम् ईशावास्य नाम ईश नाम ईश्वरः परमेश्वरः तत्र वसनीयम् अस्ति ननु तत्र वसति ईश्वरसमीपे वसनीयम् अस्ति इति इच्छा अस्ति चेत् उपनिषदि यत् दत्तमस्ति तत् पठतु तत् आचरतु नाम ईशावास्योपनिषदम् अस्तु अस्तु भगिनि निवासं कर्तुम् इच्छामि चेत् किम् उक्तवती भवती उच्चैः वदतु निवासं कर्तुम् इच्छामि चेत् ईशावास्य इति नाम अस्ति उपनिषदः उपनिषदः नाम अस्ति ईशावास्य वाट् इस् ईशावास्य वेन् यु वाण्ट् टु लिव् with Ishvara, then what you should do or what you should that is the information in Upanishad, Ishavasya Upanishad. Got this? Okay. So it does, I misunderstood the meaning, Bhagini. I thought it meant that Ishvara lives everywhere. You know, Sarvam, I thought, would mean everywhere, and therefore it meant he resides everywhere. So what you're saying is, the way to reside near God is what it means. Every time Upanishad... there are 101 Upanishad Granthaha. What they want to say, Janma Maranasya Chakram Na Avashyakam. Attain Moksha. This is the main goal of Hindu philosophy, Bharatiya, right. Indian philosophy. So we have to think about moksha. That means we have to live with Ishvara. This is the main theme of the Upanishad. One of 101 Upanishad, one is the Ishavasya Upanishad. अस्तु भगिनी अर्थात मतलब ईश्वर के पास रहने के लिए क्या करना चाहिए यस करेक्ट धन्यवाद भगिनी अधुना पश्यतु तैत्तिरीय उपनिषद दिस इज ऑल्सो उपनिषद दिस इज द नेम ऑफ उपनिषद तैत्तिरीय उपनिषद जस्ट लाइक ईशावास्य उपनिषद बट व्हाट वी हैव टू डू to live with Ishvara, we don't want Janma Marana Chakram, then what we have to do? This is the thing, what Ishavasya. Thoughts are there about this only. Oh. Every time Upanishads are saying all these things. Agarigathamahava? I haven't heard, I have not heard about this Taittiriya Upanishad. This is new for me. No, no, this is not new. Actually, Taittiriya Upanishad, this means, there is a one story. Why this is Taittiriya Upanishad? Tittira is the bird. The fire-eating bird that swallows fire, right? That I don't know. I know this is the only story. This is the bird Tittira. And we have got this Upanishad by him, by that bird, sorry, by that bird. And something different story is there. I will tell you one, next time I will tell you. Something is there, who wants to... See, it is about a Rishi who learned this particular Vedas or Upanishad, And then Guru came to know that he didn't have right to study in certain way or committed some mistakes. And so Guru asked him to vomit it out. To omit, yes, vomit. Yes. Yeah, and those bird, the another Rushi in taking form of the Taittara bird, eat away all those vomited knowledge. Yes, yes, yes, and that's why it is Taittiriya Upanishad. Yeah, yeah. Yes, correct, correct, correct. Very interesting, Bhagini. I learned something new. Dhanyavad, Mahoday. Yes. Okay. So, now, who will read? My turn, Bhagini. Yes, yes, yes. Pathatu. Agachatu, agachatu, iti griha swami avadat. Griha swami akathan, kathanam asti. Avadat, avadat. Griha swami avadat. Avadat, yat. Avadat, yat. Agachatu, agachatu. Haan. Uttamam, Bhagini. Srishti, Bhagini, agare pathatu. आम भगिनी पिता कथयति यत् शीघ्रं शीघ्रं चलतु हां उत्तमं भगिनी सूक्ष्मा भगिनी शंकरः वदति यत् मया एव क्रियते उत्तमं भगिनी सुशीला भगिनी विल लिसन दिव्या भगिनी वदतु भावना विश्वशान्तेः मूलं अस्ति यत् वसुधैव कुटुम्बकम् विश्वशान्तेः मूलम् अस्ति वसुधैव कुटुम्बकम् अस्तु जीन् महोदय पठतु कृष्णः अवदत् यत् कर्माण्ये वदि करस्ते मा कलेषु कर्मण्येव अधिकारस्ते मा फलेषु उत्तमं भगवान् ज्योति भगिनी अग्रे पठतु आं भगिनि ज्योति अहं न योत्से इति अर्जुनः उक्तवान् अर्जुनः उक्तवान् यत् अहं न योत्से वाट् इस् योत्से युद्धं न करिष्यामि युद्ध करिष्यामि विच् लकार लृट् लकार लृट् लकार लृट् लकार सो योत्स्ये इस् आल्सो लृट् लकार युद्ध धातु लृट् लकार योत्स्ये पुरुषेकवचन ओके अस्तु उत्तमं भगिनि लक्ष्मी भगिनी अग्रे पठतु स्वधर्मे निधनं श्रेयः इति जानीत जानीत यत् स्वधर्मे निधनं श्रेयः उत्तमं भगिनी उत्तमं भगिनी भगिनी डू वी हैव टू से लाइक हियर त्वं जानीत और नो नीड कृपया उच्चैः वदतु भगिनी So, Janita is a Tvam Janita. Do we have to say Tvam Janita? Swadharne... Tvam, no. Yuyam Janita. Oh, Yuyam Janita. Yuyam Janita. Madhyama Purusha Bahuvachanam. He is saying for all of us. Yuyam Janita yat sa swadharme nidhanam shreyah. अत्र निधनं मीन्स् वाट् विदौट् वेल्त् नो नो नो टु डै नो नो स्वधर्मे डूयिङ्ग् इट् लक्ष्मी भगिनी कृपया उच्चैः वदतु स्वधर्मे डूयिङ्ग् युवर् ओन् स्वधर्म इस् गुड् देन् नाट् डूयिङ्ग् इट् संथिङ्ग् येस् येस् येस् दट् Dhana means not to die. Right. Here, आचरणं कथं कर्तव्यं स्वधर्मे एव आचरणं कर्तव्यम् इट् इस् दिस् इस् द ओन्ली श्रेयस्कर फार् अस् वट् एवर् दे हाव् टोल्ड् अस् दीस् दीस् दीस् आर् युर् ड्यूटीस् सो वी हाव् टु फालो दोस् ड्यूटीस् एण्ड् देट् इस् द ओन्ली गुड् पार्ट् फार् अस् So, for nidanam, which word we use here? Nidanam? Ni plus dha-dhatu. Dha-dhatu. Oh. Dha. To keep. What exactly okay. is nidanam, Lagini? That means our mind, we have to... We must follow whatever our duties swadharme dharma means not only religion dharana dharma dharma se vyakhya ase dharana dharma so whatever our duties are there we have to follow all those duties so nidhanam means follow is it to refrain from duty nidhanam what you are saying divya bhagini to refrain from duty is not shreya hai astu agre gachha mahoda rajesh mahoday pathatu agre ha kamya nam karmana nyas sanyas iti kavayah vadanti kavayah vadanti yat काम्यानां कर्मणा न्यास संन्यास काम्या मतलब दोज हु काम्यानां दोज हु विश काम मीन्स विश अस्तु अग्रे पश्यतु पेज नंबर 146 कोष्ठके कृष्णस्य उपदेश वाक्यानि दत्तानि तानि यत् इति पदेन पुनः अकथय अनन्तरमस्ति एतेषु गीताश्लोकेषु अव्ययानि अवलोकयत सो वि विल् सी गीताश्लोकाः फस्ट् एण्ड् देन् वि विल् सी देन् क्वश्चन् नम्बर् 3 इस् फार् होम्वर्क् क्वश्चन् नम्बर् 3 इस् फार् होम्वर्क् And then we will start now. Only 4 minutes are there, so we will see 1-2 Gita slokas. First one is from 14th chapter, sloka number 2. And find out avyaya. Idam jnanam upashritya mama sadharmyam agataha sarge api na upajayante pralaye na vyathanti cha. पश्यतु अव्ययम् अस्ति वा या देयर आर 4-5 वदतु इदम् देन सर्गे अपि सर्वनाम इदम् इस् सर्वनाम ओ सॉरी इदम् इस् सर्वनाम हां देन फर्स्ट लाइन डजंट हैव अव्यव अकॉर्डिंग टू व्हाट आई अंडरस्टैंड इन द सेकंड लाइन सर्गे अपि अपि इज एन अव्यव हां न उपजायन्ते प्रलय न व्यथन्ति च च इज आल्सो एन अव्यय हां न कुड वी न इज एन अव्यय न इज आल्सो अव्यय हां देन वी फाउंड 3 अव्यय च इज आल्सो अव्यय एंड वन मोर अव्यय इज देयर बट वी आर नॉट थिंकिंग दैट अव्यय हियर उपाश्रित्य दिस इज 11th अव्यय ओ api na cha all three avyayas are there oh because after using lyabanta it becomes avyay yes okay this okay got it swanta avyayam and lyabanta avyayam purvakala vachakam avyayam pashatu second one aparam bhavato janma param janma vivasvatah कथम् एतद् विजानीयान् त्वम् आदौ प्रोक्तौ वदतु सन्धि प्रोक्तवान् इति प्रोक्तवान् इति प्रोक्तवान् इति सन्धिः कः अत्र सन्धि वदतु अपरं भवतो जन्म परं जन्म भवतः विच् श्लोक सेकण्ड् वन् सेकण्ड् वन् कथमेतद्विजातीयाना द्विजानीयान् त्वमादौ प्रोक्तवानिति प्रोक्तवान् इति कृपया उच्चैः वदतु भवती नो भगिनि प्रोक्तवान् योग इति प्रोक्तवान् योग इति त्वमादौ कथमेतद्विजानीयान् योगनं भगिनि कथम् एतद् बीजानीयान् कथम् एतत् बीजानीयान् बीजानीयान् कथम् एतत् बीजानीयान् गोड् इस् अधुना वदतु अव्ययम् आं भगिनि परम् इस् अवय इन् फस्ट् सेण्टेन्स् यस् परम् एण्ड् विवस्वतः प्रत्यय इस् नाट् अवेय भगिनि विच् वन् प्रत्यय इस् नाट् अवेय प्रत्यय ओ सोरि सोरि सोरि विवस्वत मनस्वान् ओके आं भगिनि प्रोक्तवान् नो न प्रोक्तवान् इति सन्धिविग्रहं कृतवती इति सो यु केन् नौ फैण्ड् औट् And Vijaniya also becomes the avyay? No. It is not the verb form, no? No. Okay. So, now, 1, 2, 3, 4 verses are there. You can, you have to write sandhis and also avyay from all four shlokas. And question number 3, all these are for homework. Okay, got it? Yes. Third, fourth, fifth, and fifth, sixth, one, fourth. Fourth, fifth, sixth, seventh, I think. So last four verses, these are sandhis. And write avyayas also. And question number 3. So that means you are, this is your homework for next week. Okay? Fine, beginning. Okay. Tarhi sagaya mahava? I'm beginning. प्रार्थनां वदति वा कोऽपि सुषमा भगिनी कृपया प्रार्थनां वदतु आम् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्